गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परब्रह्मा तस्मै श्रीगुरवे नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। हरिः ओम् श्रीगुरुभ्यो नमः। हरिः ओम्। नमस्ते महोदय। नमस्सर्वेभ्यः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विसर्गसन्धिः इति। तत्र वयं करपत्रं पठितवन्तः, भाट्टसूत्राणि ज्ञातवन्तः, अतः तत्र वयं सर्वे कुशलाः स्मः इति वक्तुं शक्नोमि। केवलं तत्र अभ्यासः अपेक्षितः इति कृत्वा अत्र गीताप्रवेशे अभ्यासान् कुर्मः। तर्हि इदानीं तत्र प्रथमे भागे तत्र पाठे तत्र विसर्गसन्धिः इति पाठे तत्र प्रथमभागः तत्र सकारस्य आदेशः इत्य तत्र भाट्टसूत्रस्य प्रथमसूत्रस्य उपयोगः। इदानीं तत्र रेफः इति अस्ति, तर्हि तत्र द्वितीय अपि प्रायशः तृतीय अपि आगच्छति इति मन्ये। तत्र भाट्टसूत्रस्य इदानीं तत्र तस्य प्रयोगः भवति। अस्तु, तर्हि इदानीं तर्हि तत्र पेज् 51 मध्ये तत्र पञ्चम बिन्दुः मृत्युः ध्रुवम् इति। तर्हि वेदाभगिनी भवती एव आरम्भं करोति वा? सुजाता भगिनी नमस्कारः। नमस्ते महोदय। नमस्ते भगिनी। पेज् 51 भगिनी। मृत्युः योगः ध्रुवं, तत्र मृत्यु तत्पश्चात् योगः विसर्गः, तत्पश्चात् धकार योगः रूपं। मृत्युः तत्र धकार अस्ति इति कारणतः विसर्गस्य परे धकार अस्ति, धकारखरवर्ण नास्ति, तदेव तत्र सकार न भवति। भाटसूत्र सूत्रेण क्रमेण तत्र उः इति पूर्ववर्णः उः इति अस्ति, उकार विसर्गस्य पूर्वम् उकार अस्ति, उकार इच् वर्णः अस्ति, इच परे इचः परे विसर्गस्य अपरे धकार अस्ति चेत् धकार मृदुव्यञ्जन, धकार अस्ति चेत् रेफ भवति, विसर्गस्य स्थाने रेफ भवति इति वदनीयं वा? अपि न तावदेव भगिनि। नाम तत्र नाम तत्र विसर्गस्य अनन्तरम् अखर्वर्णः विसर्गात् पूर्वं तावत् अस्ति चेत् तत्र आगच्छति इति तावदेव। तैः तैर्दत्तान् तैर्दत्तान् इति रूपम् आयाति। न तैर्दत्तान् न इति, इदानीं तत्र मृत्युर्ध्रुवं मृत्युर्ध्रुवम् इति रूपं प्राप्तं प्राप्तम्। ओके, अन्य किमस्ति? भगवद्गीता पठनीयं वा? सत्यं सत्यं भगिनि। 27 एकनिमिषं महोदय। 2.27 जातस्ति ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च, तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि। जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च, तस्मात् मृत्युर्ध्रुवम् ओके मृत्युर्ध्रुवं तस्मादपरिहार्थे परिहार्येऽर्थे न त्वं शोचितुम् अर्हसि। तत्र अर्हसि इति लग्नकाररूपमस्ति, मध्यमवृक्ष एकवचनं लट् मर्हसि। तत्र किं त्वं न अर्हसि, शोचितुं न त्वम् अर्हसि, तत्र त्वं किं कर्तुं न अर्हसि? शोचितुं न अर्हसि. तस्मात् परिहार्थे जातस्य हि ध्रुवो, जातस्य हि ध्रुवो मृत्युः, जातस्य मृत्युः ध्रुवः. ये ये ध्रुवं, समीचीनं, जातस्य मृत्युः ध्रुवः, ध्रुवम् इत्युक्ते भवेत् एव इति निश्चयः, निश्चयेन. सो जातस्य हि मृत्युः ध्रुवः, मृत्यु ध्रुवं जन्म मृतस्य च, मृतस्य च जन्म ध्रुवम् इति वा? हा सत्यं भगिनि, हा नाम प्रथमे भागे ध्रुवः कः? ध्रुवः मृत्युः ध्रुवः, ध्रुवः कस्य विशेषणं जातः तत्र? इदानीं तत्र मृत्युः इति विशेष्यं, ध्रुवः इति विशेषणम्. आम् हा इदानीं द्वितीयभागे तत्र किम् अस्ति? मृतस्य जन्म, हा जन्म इति, जन्म इति तत्र लिङ्गं किं? जन्म इति पदस्य प्रातिपदिकं किं, लिङ्गं किं? प्रातिपदिकं जन्म इत्यस्य जन्मन्. समीचीनं, लिङ्गं, लिङ्गं जन्मनि, जन्मानि, नपुंसकलिङ्गम्. अतः एव तत्र विशेषणस्य अपि जन्म, अतः विशेषणं, विशेषणमपि नपुंसकलिङ्गे एकवचने स्यात् खलु, तर्हि ध्रुवम् इति अस्ति, जन्म ध्रुवम् अस्ति. मृतस्य च जन्म ध्रुवम्, ध्रुवम् अस्ति. अस्तु, नाम जातस्य यस्य जन्म अभवत् तस्य मृत्युः ध्रुवः, ध्रुव निश्चितं, तस्य निश्चितं, निश्चितः अस्ति. अपि यस्य यः मृतः अस्ति तस्य पुनर्जन्म, पुनर्जन्म अस्ति इति. अतः, अतः तस्मात् अपरिहार्ये अर्थे इत्युक्ते अपरिहार्ये अस्य परिहारे, परिहार्ये अर्थे, परिहार्ये इत्युक्ते नाम अपरिहार्ये, नाम परिहारः नास्ति, तस्य परिहारः नास्ति, अनअवाय्डबल्. ओके, अर्थे, अर्थे नाम विषये, विषये विषयः, अर्थः नाम विषयः. ओके, नाम अत्र न शोचितुं, नाम दुःखः, शोकः अस्ति. कस्मिन् विषये शोकः, अथवा किम् उद्दिश्य शोकः, अथवा कस्मिन् विषये शोकः? अर्थे अथवा विषये, अपरिहार्ये, अपरिहार्यः, परिहार्यः तत्र कार्यः करणीयं, तत्र तत्र किम् अस्ति तत्र कार्यमिति, तत्र प्रत्ययः कः कोऽपि जानाति वा? कार्यस्य वा नाम कार्यम् इति ण्यत् इति मन्ये महोदय, वृद्धिः ण्यत्, तत्र तत्र कार्यं भवति. आं करेक्ट्, तदेव अत्र परिहार्यं, तत्र हृदातुः हार्यम् इति तत्र अपरिहार्यः नाम तत्र तस्य परिहारः न भवति, तादृशः अर्थः, अर्थः अत्र नाम विषयः. ओके, नाम तस्मात् अपरिहार्य अर्थम्, अर्थे, अर्थे तस्मिन् विषये, नाम तत्र शोकः मास्तु, नाम तत्र मृत्युः इति विषये, यः जायते तस्य मरणं निश्चितं, यः मृत्युः भवति तस्य पुनरपि जन्मपि निश्चितम् अस्ति. अतः जन्म मृत्यु इति विषये, तस्य मरणं जातम् इति शोकः मास्तु इति, शोकः मास्तु इति भगवान् उक्तवान्. ओके, अस्तु महोदय, या समीचीनं वा? तत्र अतः तत्र तत्र शोचितुं, कस्मिन् विषये शोचितं? शोक, शोकम् अर्थे अर्थे नाम विषये कीदृशी तत्र हा कीदृशे विषये तत्र कीदृशी कीदृशी विषये कीदृशी इति तस्य सप्तमी प्रायश तत्र हरिः हरौ खलु कीदृशौ कीदृशौ न क्षम्यताम् कीदृशः इति एव मम दोषः क्षम्यतां क्षम्यताम् कीदृशे विषये इति भवति नाम तत्र अपरिहार्ये अस्ते शोचितुं न अर्हसि त्वं न अर्हसि इति अस्तु ओके तर्हि समीचीनं भगिनि अस्तु अस्तु अग्रे तर्हि उषा भगिनि अग्रे निराशीः योगः निर्ममः निराशी योगः विसर्गः निशा निराशीः निर्ममः न देन् न इर्ममः ओके नकार योगः इकार अनन्तरं रेपः अनन्तरं ममः निर्ममः सो निराशीः निराशीः विसर्गस्य अनन्तरं नकारः अस्ति विसर्गस्य अनन्तरं नकारः अस्ति बाटसूत्रमस्ति इचः परस्य विसर्जनी विसर्जनीयस्य रेपः अकरि फर् नास्ति परः अग्रे नकारः अस्ति नकारः कर्वर्णा नास्ति निराशीः सो विसर्गस्य स्थाने अकरि परः अस्ति चेत् अपि च इचः परस्य विसर्जनीयः अस्ति चेत् इचः परः अत्र इचः इत्यस्य कृते ईकारः अस्ति निराशीः इति ईकारः दीर्घ ईकारः इचः प्रत्याहारे अस्ति सो निराशीर् इति भवति निराशीर् निर्ममः निराशीर् निर्ममः इति भवति विसर्गस्य स्थाने रेपः आयाति समीचीनं भगिनि अनन्तरं तृतीय अध्याय तृतीयश्लोकः मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा निराशीर्निर्ममो भूत्वा युध्यस्वविकतज्वरः निराशीः निर्ममो निराशीः निर्ममः भूत्वा विकतज्वरः ज्वरः विकतः युध्यस्व लोट् निराशीः निर्ममः भूत्वा विगतज्वरः युध्यस्व ओके अपि च प्रथमवाक्ये मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा अध्यात्मचेतसा सर्वाणि कर्माणि मयि सन्न्यस्य सर्वाणि कर्माणि मयि सन्न्यस्य अध्यात्मचेतसा निराशीः निर्ममः भूत्वा विकतज्वरः युध्यस्व सो अध्यात्मचेतसा थिङ्किङ्ग् अबौट् द आत्मा लैक् सेण्टर्ड् आन् लैक् अण्डर् भगवान् अध्यात्मचेतसा सर्वाणि कर्माणि मयि सन्न्यस्य न्यास गिविङ्ग् अप् रिनौन्सिङ्ग् sanyasya renouncing very well renouncing very well sanyasya lyap asdhatu asdhatu samyogah niyogah niyogah samyogah niyogah niyogah sanyasya so adhyatma chetasa sarvani karmani mayi sanyasya bhagavan vacha bhagavan singh mayi sanyasya निराशीः निर्ममः भूत्वा विद् निराशीः फ्री फ्रम् आण्टिसिप् निराशी फ्री फ्रम् आण्टिसिपेशन्स् केन् ऐ से आण्टिसिपेशन् आशी फ्री फ्रम् अदर् तत्र इच्छा इत्यादि तत्र इच्छा नो डिसैर्स् निर्ममः अपि ममकारः ममकारः अपि नास्ति भूत्वा तादृशं बीङ्ग् फ्रम् being free from all these ichcha and free from the vigata jwaraga vigata jwaraga means like that without any like expectation yeah. without any anguish without any anguish jwaraha nama tatra satyam dukham athwa khinnata ityadi nama ha jwaraha iti vayam tatra rogah iti artha api asti kintu tatra sakshat tatra pain athwa tatra fever so grief ha so yudhyasva may you fight that kind of ha may you fight ha tatra lot ha mayi sarvani karmani samyasya तर्हि तत्र सन्न्यस्यात्मचेतसा अध्यात्मचेतसा मयि सर्वाणि कर्माणि सन्न्यस्य विगतज्वरः युध्यस्व बट् विगतज्वरः विगतज्वरः केन् कम् ओन्लि विन् निराशीः निर्ममः अस्ति चेदेव विगतज्वरः अपि भवति समीचीनं अतः तत्र लेब् नाम पूर्वं एका क्रिया भवति अनन्तरम् अन्या क्रिया भवति खलु समानकर्ता अत्र नाम अत्र कर्ता अस्ति त्वम् अर्जुनः तर्हि सर्वाणि कर्माणि सन्न्यस्य कर्माणि सन्न्यस्य सन्न्यस्य इति तस्य कर्मपदं सर्वाणि कर्माणि कर्माणि किं सन्न्यस्य सर्वाणि कर्माणि सन्न्यस्य कुत्र अथवा कस्मिन् मयि सन्न्यस्य मयि सन्न्यस्य केन मार्गेण अध्यात्मचेतसा नाम चेतः मैण्ड् अध्यात्मचेतसा सेण्टर्ड् आर् सेण्टर्ड् आन् self on the atma self, on the supreme on the atma yeah. paramatma on the paramatma oh okay mane you put your mind to the paramatma in the absurd in the in paramatma tadrusham chetah bhavet tatra atmani adhyatmani asti iti tadrusham chetasa sarvani karmani sam सन्न्यस्य तदनन्तरं यदि सन्न्यस्य तर्हि ल्यबन्तं तावत् तदनन्तरं निराशीः तत्र आशीर्वादः इति वदामः खलु तत्र आशीः निराशीः निर्ममः भूत्वा तत्र सन्न्यस्य तदनन्तरं भूत्वा क्वान्तं ल्यबन्तं निराशीः विगतज्वरः युध्यस्व विगतज्वरः नाम यस्य ज्वरः विगतः अस्ति बहुव्रीहि गान् ज्वरः इदानीं नास्ति विगतः अस्ति त्वम् असि विगतज्वरः यदि त्वम् एतत् सर्वं करोषि तदा त्वं विगतज्वरः भविष्यसि युध्यस्व तदा युध्यस्व समीचीनं बहु किमपि अत्र अस्ति अस्तु समीचीनं धन्यवादः भगिनि अस्तु अग्रे कृपा भगिनि अस्तु हविः योगः ब्रह्माग्नौ इदानीं हविः इति तत्र इकारपूर्वः विसर्गः तर्हि इचः द्वितीयभाटसूत्रम् इचः परस्य विसर्जनीयस्य रेपः अखरि इति तत्र हविस् इति आरम्भः भवति तत्र ससचुषुरुः इत्यनेन रेफः भवति तदनन्तरं तत्र खर्वर्णः नास्ति अतः खरौ सानर्यो योर् विसर्जनीयः इत्यस्य कार्यं न भवति तर्हि तत्र हविर् अतः तत्र हविर् ब्रह्माग्नौ इति तावदेव तिष्ठति विसर्गस्य स्थाने रेपः हवि योगः रेपः योगः बकारः किं तत्र हा ब्रह्माग्नौ इत्यस्य तत्र इत्युक्ते रेपः अपि बकारस्य योगः इति सूचनाय तर्हि तत्र तावदेव कार्यं भवति हविर् ब्रह्माग्नौ इति भवति श्लोकः अस्ति चतुर्थाध्याये चत्वारिंशत्तमं श्लोकम् अस्तु तत्र ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणाहुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मा समाधिना तत्र ब्रह्म एव अर्पणं ब्रह्मार्पणं ब्रह्म एव अर्पणं ब्रह्म एव हविः ब्रह्म इति अग्नौ ब्रह्मणा एव हुतम् इत्युक्ते तत्र किं सेक्रिफैस् पोर्ड् इति भवति ब्रह्म एव तेन गन्तव्यं ब्रह्मा कर्म समाधि यः अस्ति समाधिना इत्युक्ते तत्र तृतीया भवति तर्हि ब्रह्मणा इति तृतीया ब्रह्मणा एव ब्रह्मणा क्षम्यतां ब्रह्म अर्पणं ब्रह्म एव अर्पणं ब्रह्म हविः ब्रह्म एव तत्र हविः यत् तत्र किम् अग्निहोत्रादियज्ञे किं स्थापितं भवति अथवा किं वदामः अर्पणं भवति तत्र अर्पणम् इत्युक्ते एतदपि अस्ति लेडल् इति अपि अस्ति ब्रह्मा एव तत् अर्पणं येन आहुतिः भवति अपि च ब्रह्म एव हविः यत् अग्नौ पाठयामः ब्रह्मण एव तदपि ब्रह्म एव येन हुतं तदपि ब्रह्म एव यज्ञरूपेण वयं सर्वं चिन्तयामः सर्वं यज्ञरूपेण चिन्तयामः यज्ञरूपेण तत्र अनालजि इति किं महोदय उपमानं तत्र यज्ञ इत्यस्य उपमानं स्वीकृत्य किं विवरणं कृतमस्ति तर्हि तत्र अर्पणं अस्ति अपि च अग्निः अस्ति हविः अस्ति अपि च तत्र आहुतिः अपि अस्ति हवेः आहुतिः अपि अस्ति तर्हि कर्ता अपि तत्र यजमानः इति वदामः खलु नाम यः यज्ञं यजमानः इति अपि अस्ति अपि च तत्र किं तथा चिन्तयन् यः जीवने तथा चिन्तयन् अपि न केवलं तत्र यज्ञे किन्तु जीवने अपि तथा चिन्तयन् यः जीवति सः ब्रह्मकर्मसमाधिः भवति तत्रापि बहुव्रीहिसमासः इति मन्ये महोदय तत्र ब्रह्मकर्मसमाधि यः यस्य कृते ब्रह्म एव कर्म इत्युक्ते तस्य गोल् इति आब्जेक्टिव् इति कथं यस्य कृते ब्रह्म एव कर्म सः ब्रह्मकर्म समाधि इति तत्र किं तत्र कान्सन्ट्रेशन् इति दत्तं ही हु हेस् कान्सन्ट्रेशन् द समाधि आल् दट् ईस् ब्रह्मकर्म समाधिः इति तेन इत्युक्ते समाधिना इति भवति तर्हि यः एतादृशम् आचरति जीवने सः ब्रह्म एव तेन गन्तव्यं सः ब्रह्म एव प्राप्नोति इति तत्र तेन इति तेन इति तृतीया तत्र तेन अपि ब्रह्मकर्मसमाधिना इति तत्र विशेषणविशेषभावः विशेषणविशेषभावं ब्रह्मकर्मसमाधिना तेन तेन तेन तेन ब्रह्मकर्मसमाधिना ब्रह्म एव गन्तव्यं ब्रह्म एव गन्तव्यं समीचीनं भगिनि अतः तत्र प्रथमे भागे तत्र उपमानमस्ति तत्र ब्रह्म तत्र यज्ञम् अथवा यज्ञः अथवा होमः तत्र कर्ता अपि तत्र सर्वं तत्र ब्रह्ममयमेव अस्ति अपि द्वितीयवाक्ये तत्र एतादृशं चिन्तनं यः करोति अथवा तत्र सः ब्रह्मं परब्रह्मं प्राप्नोति इति तत्रैव गच्छति कृत्यमेव गन्तव्यम्. अन्यत्रापि भगवान् वदति न किञ्चित् करोमि इति मन्येत तत्त्ववित् इति तत्र आगच्छति. पश्यन् शृण्वन् किमपि कुर्वन् अहं न किञ्चिदपि करोमि इति, इत्युक्ते सर्वं ब्रह्मण एव कृतम् इति अर्थे. तर्हि एतत् एषः श्लोकः बहु प्रसिद्धः अस्ति. प्रसिद्धः श्लोकः सत्यं भगिनि. अपि अग्रे तर्हि तत्र अग्रे ये श्लोकाः आगच्छन्ति ते अपि तत्र तत्र कथं तत्र होमरूपेण तत्र जीवने होमः होमस्य अर्थः कः इति किं तत्र तस्य महत्त्वं होमस्य संक्षेपेण किम् अर्थं किं भवति महोदय तस्य ब्रह्म ब्रह्मार्पणं हविर् ब्रह्म अस्ति अग्नौ अपि ब्रह्म अस्ति सर्वं ब्रह्म एव अस्ति इति वा अन्यत् कोऽपि सत्यं भगिनि सत्यं भगिनि नाम तत्र अग्रे यदि नाम यथा सर्वभगिन्या उक्तं नाम तत्र सर्वं ब्रह्ममयम् एव भवति. तत्र होमः होमस्य उपमानं नाम कम्पेरिसन् होमं होम नाम जीवनम् इति एकं होमम् अस्ति इति यज्ञः अस्ति जीवनमेव. तत्र वयं तत्र अन्यत्र गत्वा ओ सः तत्र किं तत्र गणपतिहोमं कृतवान् इति एतादृशं वदामः खलु मृत्युञ्जयहोमं किमपि अभवत् इति वदामः. किन्तु तत्र जीवनम् इति एव एकं होमम् इति नाम तत्र कर्तापि यत् कुर्मः तत्सर्वं ब्रह्ममयमेव अस्ति. नाम यत् आफरिङ्ग् तत्र हविः अस्ति अर्पणमस्ति अर्पणमपि ब्रह्म अस्ति हविः अपि ब्रह्म अस्ति अग्निः अपि ब्रह्म अस्ति तत्र होमम् इति चिन्तयामश्चेत् तत्र अग्निः भवति खलु अग्निकुण्डम् अस्ति अग्निः अस्ति तर्हि तस्मिन् किमपि तस्यापि अर्पणं भवति तत्र केन माध्यमेन तत्र हस्ते किमपि स्वीकृत्य तेन वयं तत्र दुग्धं सर्वं तत्र स्थापयामः खलु तत्र होमे तत्र हविः तर्हि हविः अपि भ्रमः अस्ति सः करोति तत्र यजमानः सः अपि ब्रह्म अस्ति तर्हि कर्ता अपि ब्रह्म अस्ति माध्यममपि ब्रह्म अस्ति के तत्र किं अर्पयामः तदपि ब्रह्म अस्ति कस्मिन् अग्नौ तद् गच्छति अग्निः अपि ब्रह्म अस्ति इति सर्वं तत्र ब्रह्ममयम् अस्ति इति. किन्तु अग्रे तत्र ये श्लोकाः सन्ति तान् पठामश्चेत् तत्र प्रायशः तत्र समीचीनं भवति. नाम तत्र अग्रिमे श्लोके उक्तं नाम केचन जनाः देवस्य कृते तत्र होमान् कुर्वन्ति केचन होमः इत्युक्ते तत्र त्यजामः अथवा तत्र अर्पणं कुर्मः इति खलु केचन जनाः तत्र श्रोत्राधीनाम् इन्द्रियाणि अन्ये तत्र इन्द्रियाणां विषये तत्र सर्वं तत्र आगच्छति भगिनि. केचन जनाः तत्र द्रव्यम् इत्यादीनां तत्र होमं कुर्वन्ति केचन जनाः तत्र प्राणस्य होममपि नाम प्राणम् अपानम् एतादृशं प्राणयामः इति अस्ति खलु तस्यापि तत्र होमरूपेण चिन्तयितुं शक्नुमः इति अस्ति. तत्र ते श्लोकः 29 तस्मिन् विषये तत्र बहु दीर्घ चर्चा भवति 29 श्लोकः 24-29 अपाने जुह्वति प्राणं प्राणे अपाने तथा परे प्राणापानागतिं रुद्ध्वा प्राणायामपरायणाः तत्र अस्मिन् विषये बहु किमपि उक्तमस्ति भगिनि अहं किमपि न जानामि उक्तम् अस्ति इति तावत् जानामि तावदेव अस्तु शमभगिनि अन्यत् किमपि वक्तव्यम् अस्ति वा अत्र न महोदय महोदय quick question the Brahma here is it's not the creator right like Brahma no Brahma nama atma iti para brahma iti soul iti arthe mahodaya and this is mahodaya if I understand right the shloka is saying how everything is connected together the doer what is being done what you are offering to the offering the person you are offering to the method of offering the means of offering everything is paramount so some people do soma by offering some materials like milk some may offer clothes some may offer food and some may offer breath each one so he describes the various things and some may do it for various reasons So, depending on this, then everyone describes the various types of soma and how... This can also apply for the puja to mahodaya, the same idea, whatever you are. Satyam, mahodaya. Satyam. Uttama, satyam, mahodaya. Dhanyavad, mahodaya. Very good. Thank you, dhanyavad, mahodaya. अस्तु अग्रे तर्हि तत्र सुजाता भगिनी अग्रे महोदय स्वामीजी आल्सो सेस् दिस् इस् आल्सो द कामन् आक्ट् आफ् ईटिङ्ग् इस् आल्सो लैक् द होम बिकास् वि आर् आफरिङ्ग् द फुड् दट्स् द इन् टु द वैश्वानर अग्नि इन् द स्टमक् सो देट् इस् आल्सो इट्स् अ वेरि कामन् एक्साम्पल् फार् ईटिङ्ग् द यज्ञ So yeah, that's why they say you then... better offer only the good things into that. Satyam Bhagini. That's why we say the shloka before the eating and... Because Bhagavan says, Aham Vaishwanaro Bhutva Praninam Deham Ashitaha. Pranapana Samayitaha Pachamyannam Chaturvitam. I take all the four kinds of food that you give. I am that Vaishwanara Agni. Having become the Vaishwanara Agni in all the beings, I take all the foods, the four kinds of foods that you can eat, drink, lick, and all that, that kind of, this one more, I don't know. No, Bhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavadabhamyavad भगिनि धन्यवादः. अतः तत्र आदने अपि पूजासमये अपि तत्र सर्वं तत्र होम इति चिन्तनेन लाभः अस्ति. तदा तत्र अन्यत् किमपि न कुर्मः, नाम तत्र केचन कानिचन कर्माणि वयं न कुर्मः तत्र. तथैव तत्र अग्निः इति तत्र ज्ञानमपि अग्निः इति चिन्तयामस्ति. तर्हि तत्र उत्तमविषयेषु एव अस्माकं मनः गच्छति. कस्मिन् विषये चिन्तनं भवेत्? उत्तमविषयेषु एव अस्माकं चिन्तनं भवेत् इति. तत्र ज्ञानमपि अग्निः अग्निरूपेण इति चिन्तयामः. धन्यवादः भगिनि. अस्तु अग्रे सुजाता भगिनि. आम् महोदय. कर्म फलहेतुः योगः भूः. कर्म फलहेतु योगः विसर्गः, योगः पकारः, योगः ऊः. विसर्गस्य विसर्गस्य अनन्तरं अनन्तरं खर् अस्ति वा विसर्गस्य आगे विसर्गस्य अनन्तरम् अथवा पूर्वं पूर्वम् उकारः अस्ति अस्ति उ इच् वर्णः अस्ति विसर्गस्य अनन्तरं बकारः अस्ति अकर्वर्णः इत्यनेन इचः परस्य विसर्जनीयस्य रेपः अकरि इति सूत्रेण विसर्गस्य स्थाने रेपः आयाति कर्मफलहेतुर्भूः कर्मफलहेतुर्भूः इति निष्पद्यते कर्मफलहेतुर्भूः द्वितीयाध्याये सप्तचत्वारिंशत् श्लोकः अस्ति कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूः मा ते सङ्गोस्त्व कर्मणि कर्मणि एव अधिकारः अस्ति फलेषु कदाचन न भवति अधिकारः नास्ति उत्तमं अधिकारः नास्ति कर्मफलहेतुर्भूः माते सङ्गोस्त्व कर्मणि कर्मफलहेतुर्भूः नाम भवति चेत् कर्मस्य फलमपि भवति कर्मफलस्य हेतुः हेतुः नाम कारणं कर्मफलहेतुः कारणं न भवेत् कुर्मः तस्य फलं भवति फलं केन अभवत् इत्युक्ते तत्र अस्माभिः इति भवति तादृशं मास्तु नाम यदि वयं फलं न इच्छामः तदा कर्मफलहेतुः न भवामः अतः कर्मफलहेतुर्भूः फलं मा इच्छतु ते इति तत्र ते इति तत्र किं भवति ते इति ते सङ्गोस्त्व कर्मणि तव सङ्गः अस्तु तव सङ्गः अस्तु अकर्मणि सङ्गः नाम तत्र इच्छा अकर्मणि अस्तु अकर्मणि भवतु किन्तु मा इति अस्ति खलु तत्र अतः तत्र अकर्मणि सङ्गः मास्तु नाम कर्मणः त्यागः मास्तु तर्हि कर्म करणीयं कर्मस्य फलं कर्मस्य फलं फले इच्छा अथवा किमपि आसक्तिः न भवेत्, आसक्तिः मास्तु, आसक्तिः मास्तु, अकर्मणि अपि इच्छा मास्तु, अहं किमपि न करोमि इति अपि मास्तु, यत् करणीयं तत् अस्माभिः करणीयं तत् करणीयमेव, किन्तु फलस्य फलस्य विषये प्रसिद्धः श्लोकः खलु भगिनि, कर्मण्येवाधिकारस्ते इति, तत्र अधिकारस्ते इति तत्र अधिकारः तु तत्रापि हा तव अधिकारः तत्र तत्रापि विसर्गसन्धिः खलु, अधिकारः ते अधिकारस्ते सकारस्य अस्तु समीचीनं भगिनि, धन्यवादः, इदानीम् अग्रे वेदभगिनी अग्रे सितधीः योगः मुनिः सितधीयोगः मुनिः स्थितधीः तत्र विसर्ग विसर्गस्य परे मकार अस्ति, अखर् वर्ण अस्ति, विसर्गस्य पूर्व इच् वर्णधी ईकार इच् वर्ण अस्ति इति कारणतः इचः परस्य विसर्जनीयस्य रेफः खरि इति भाटसूत्रेण तत्र विसर्गस्य स्थाने रेफ आयाति, तदेव स्थितधीर् मुनिः स्थितधीर्मुनिः इति रूपम् स्थितधीर्मुनिः अस्तु स्थितधीर्मुनिः इत्युक्ते सः मुनिः यस्य धीः स्थित अस्ति इति वा विशेषणमस्ति वा मुनिः इत्यस्य सत्यं भगिनि सत्यं सत्यं हा मुनिः मुनिः पदस्य विशेषणं हा ओके विशेषणानि अपि सन्ति तत्र 2.56 दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीर् मुनिरुच्यते उच्यते तत्र उच्यते इति क्रियापदमस्ति उच्यते कः उच्यते ओके लेट् मी गो फ्रम् पाराग्राफ् दुःखेषु अनुद्विग्नमनाः अनुद्विग्नमनाः सुखेषु विगतस्पृहः इत्युक्ते अनुद्विग्नमनाः इत्युक्ते अनुद्विग्नमनाः इत्युक्ते किं महोदय अनुद्विग्नमनाः उद्विग्नः इति जानाति खलु उद्वेगं वा उद्वेगं नास्ति शून्य मनः उद्विग्नः दुःखेषु नास्ति उद्विग्नमनः मनः तत्र मनः इति इदानीं तत्र दुःखेषु यस्य यस्य दुःखेषु अनुद्विग्नमनाः उद्वेगशून्यचित्तः तादृशं मनः अस्ति यस्य तादृशं मनः सुखेषु यस्य सुखेषु विगतस्पृहः इत्युक्ते विगतस्पृहः इत्युक्ते अनटाच्ड् स्पृहः तत्र स्पर्शः अस्ति खलु भगिनि स्पर्श विगतस्पर्श स्पृह स्पृहः नाम स्पर्शः विगतः स्पर्शः नास्ति सः न स्पृशति एव सः न स्पृशति विगतस्पृहः नाम तत्र इच्छा इत्यादयः तत्र तस्मिन् नास्ति इत्यादयः तस्मिन् न सन्ति इत्युक्ते दुःखेषु अपि च सुखेषु कोऽपि तस्य मनुष्यस्य इम्पाक्ट् नास्ति इति सत्यं भगिनि उत्तमं तेन किमपि परिवर्तनं नाम परिवर्तनं नास्ति दुःखः भवति इति अपि तत्र परिवर्तनं नास्ति ओके वीतरागभयक्रोधः स्थितधीर् मुनिरुच्यते वीतरागभयक्रोधः इत्युक्ते राग द्वेष भय रहितः तत्र राग इत्य तस्य रहितः अस्ति मुनिः स्थितधीः दृढबुद्धिः इति कथ्यते इति वा सत्यं सत्यं भगिनि हा नाम क्रोधः भयः रागः यस्य तत्र वीताः सन्ति वीताः सन्ति सः यस्य रागः रागः द्वेषः भयः कोऽपि नास्ति भयः नास्ति सः मुनिः अपि यस्य बुद्धिः मम बुद्धिः स्थितः स्थितः अस्ति नाम तत्र स्थिरः स्थिरबुद्धिः यस्य बुद्धिः स्थिरा अस्ति सः मुनिः इति कथ्यते तादृशः पुरुषः मुनिः इति उच्यते अतः कोऽपि यदि वयं शृण्मः एषः मुनिः इति तदा एतत् सर्वं तस्मिन् भवेत् तदा एव तत्र मुनिः इति तत्र नामकरणम् अर्हति सः खलु स्थितधीर्मुनि इति मुनिः तस्य विशेषणमस्ति वा स्थितदि सत्यं भगिनि नाम अथवा तत्र विशेषणमिति अपि वक्तुं शक्नुमः अथवा तत्र उच्यते इति अस्ति खलु अतः तत्र प्रायशः तत्र विशेषणविशेषभावः इति प्रायशः सम्यक् नास्ति तत्र अन्यत् अस्ति तत्र किमस्ति तत्र एषः मम मित्रम् इति यदि वदामः तत्र विशेषणविशेषभावः नास्ति तत्र अन्यसम्बन्धः अस्ति तत्र अस्तु एकनिमिषं भगिनि अन्य कोऽपि स्मरति वा तत्र मुनिः स्थितधी एकनिमिषं नाम तत्र विस्मरामि नाम दट् विच् नीड्स् टु बि नोन् अण्ड् विच् इट् इस् दिस् इस् काल्ड् दिस् इति भगिनि तत्र किमस्ति तत्र उद्देश्य विदेश उद्देयभावः विदेश उद्देश्यभावः तत्र यथा मूकं करोति वाचालम् इति आगतं खलु महोदय तत्र तस्मिन् वाक्ये द्विकर्मकधातुः नास्ति तर्हि किमर्थं कर्मपदद्वयम् आगतम् इति चेत् तदा तत्र नीलेश महोदयेन उक्तम् उद्दिश्य उद्देशभावः इति इत्युक्ते विशेषणविशेषं नास्ति किन्तु तत्र किमपि विवरणं पठितं तदानीं मूकं करोति वाचालं तादृशे प्रयोगे उद्देश्य उद्दिश्य उद्देशभावः इति वेरि कामन् इदानीं मुनिः स्थितधीः मुनिः नाम सः एव मुनिः भवति मुनिः स्थितधीः इति उच्यते नाम तत्र स्थितधीः नाम तत्र एकः तत्र उद्देश्य विधेयः अस्ति वा तत्र किम् अस्ति तत्र उद्देश्य विधेय उद्देश्य इत्युक्ते तत्र उच्यते स्थितधीः अनुद्विग्नमनः दुःखेषु विगतस्पृहः सुखेषु वीतरागः वीतरागभयक्रोधः सः तत्र तर्हि तत्र बहुरीः भवेत् वा इत्युक्ते तत्र अनुद्विग्न मनः तत्रापि तत्र एव बहुव्रीहि धीः स्थितः अनुद्विग्नमनः यस्य मनः अनुद्विग्नः दुःखेषु दुःखेषु तत्रापि बहुव्रीहि विगतस्पृहः यस्य स्पृहः विगतः सः सुखेषु यस्य गृहः सुखेषु विगतः सः अपि च वीतरागभयक्रोधः यस् रागभयक्रोधः वीताः यस्य सः इति सर्वत्र बहुव्रीहिः भवति तर्हि सः तादृशः मुनिः सः मुनिः इति उच्यते सः मुनिः इति उच्यते सः एव मुनेः लक्षणं तत्र इत्युक्ते विशेषणं तत्र विशेषणं विशेषणम् अथवा लक्षणम् अथवा तत्र उद्देश्य विधेयभावः इति अपि प्रायः वक्तुं शक्नुमः नाम एषः कः इत्युक्ते तत्र एषः मम मित्रं नाम तस्मिन् विषये वयं पूर्वं ज्ञानं न प्राप्तवन्तः इदानीं तत्र ज्ञानं प्राप्नुमः अत्र तत्र मुनिः इति तत्र उद्देश्यः कः विधेयः कः इति तत्र इदानीं प्रायः तत्र तस्मिन् विषये मास्तु किन्तु विषयः मास्तु किन्तु अत्र सम्बन्धः उद्देश्य विधेयभावः अत्र अस्ति इति मन्ये नाम एकस्मिन् प्रश्न महोदय मुनिः स्थितदीः एतत् न न भगिनि तत्र मुनिः इति सपरेट् अस्ति मुनिः मुनिः कः अस्ति नाम कं मुनि इति नामकरणं कर्तुं शक्नुमः कस्य नामकरणं मुनिः इति रूपेण कर्तुं शक्नुमः उत्तरमस्ति यः प्रथमतया द्वितीयेषु अनुद्विग्नमनः यः अस्ति द्वितीयं सुखेषु विगतस्पृहः अस्ति तृतीयं नीतरागभयक्रोधः अस्ति चतुर्थं स्थितदीः अस्ति ओ अस्तु ओके सः मुनिः इति नाम सः मुनिः इति उच्यते वा इति उच्यते अस्तु अस्तु तर्हि तत्र मुनिः नाम किं नाम कः इत्युक्ते एतत् सर्वं तस्य वर्णनं विवरणम् अट्रिब्यूट्स् आफ् मुनिः इति भवति अस्तु अस्तु महोदय अपि अत्र सर्वत्र दलत्रयं वा किं चतुष्टयं भगिनि दलचतुष्टयं खलु दलचतुष्टयम् इत्युक्ते तत्र किं नीलोत्पल सुगन्ध कमलम् इति किमपि अस्ति खलु महोदय तादृशं भगिनि तादृशमेव तत्र दलम् अपि वक्तुं शक्नुमः तत्र दलचतुष्टयम् एकं दलमस्ति दुःखेषु अनुद्विग्नमनः द्वितीयमस्ति सुखेषु विगतस्पृहः तृतीयं विगतराग वीतरागभयक्रोधः समीचीनं धन्यवादः उद्देश्य विधेयभावः इति उद्देश्य वचनं पूर्वं विधेयत्वं ततः परम् इति दत्तम् अस्तु भगिनि पूर्वं विधेयत्वम् इत्युक्ते तत्र ततः परं विधेयत्वं तत्र स्थितदीः मुनिः स्थितदीः उद्देश्य विधेय मुनिः स्थितदीः मुनिः उच्यते तत्र उद्देश्यविधेयभावः कस्मिन् विषये बहु तत्र न्यायशास्त्रे अपि आगच्छति नाम अस्माकं न्यायवर्गे अपि तस्य महत्वम् अस्ति नाम तत्र अहं तस्मिन् विषये न उक्तवान् किन्तु अत्र आश्रयः अस्ति इति वदामः खलु भगिनि तत्र तस्य आश्रयः नाम तत्र भूमि तत्र गन्धत्वं गन्धवत्वम् इत्यादि सर्वम् उक्त्वा तत्र तत्र आश्रयः इति वदामः तत्र यदि भूमिः आश्रयः इति वदामः तत्र विशेषविशेषभावः नास्ति यतोहि भूमिः इति स्त्रीलिङ्गि अस्ति आश्रयः इति पुल्लिङ्गि अस्ति तत्र कः सम्बन्धः इति चेत् तत्र उद्देश्य विधेयभावः अस्ति इति गन्धवती किमपि वदामः तत्र मायशास्त्री भवती जानाति खलु तत् दीर्घवाक्यं वदामः तत्र विरूप्य इत्यादि सर्वं कृत्वा तत्र तस्य आशयः भवति भूमिः इति किमपि वाक्यमस्ति चेत् तत्र आशयः अस्ति पुल्लिङ्गे अस्ति भूमिः इति अस्ति स्त्रीलिङ्गे अस्ति कथं तत्र न सङ्गच्छति खलु भूमिः आश्रयः इति न वक्तुं शक्नुमः आमां वक्तुं शक्नुमः यतोहि तत्र विशेषणविशेषभावः तत्र नास्ति भूमेः वर्णनम् अस्ति तत्र उद्देश्य विधेयभावः इति भवति अतः कुत्र कस्मिन् विषये तत्र अहम् अग्रे तत्र लिङ्क् प्रेषयामि तत्र स्वरूपमहोदयस्य अस्मिन् विषये अपि करपत्रमस्ति अस्तु महोदय हा नो चेत् तत्र आङ्ग्लभाषायां तत्र किमपि वदन्ति तत् सम्यक् रीत्या न अवगन्तुं शक्नोमि अहं न अवगन्तुं शक्नोमि किन्तु संस्कृतेन यत् उक्तं तत् समीचीनमस्ति तत्र एतत् एषः भावः बहुत्र आगच्छति अहं मीमांसाशास्त्रे अपि तत्र एकवारं श्रुतवान् तत्र दोषविधेयभावः तत्र भाषापाकः पुस्तके अस्ति महोदय तत्रापि अस्ति वा भगिनि भाषापाकः पुस्तकं प्रथमं पुस्तकं बट् 7, 8 or 9 मम तत् पुस्तकं मम पुरतः नास्ति अत्र तदपि समीचीनं जनार्दन हेग्डे महोदयस्य अपि अस्ति चेत् विवरणमस्ति चेत् तर्हि तत्र सम्यक् रीत्या अवगन्तुं शक्नुमः ते नाम तत्र जनार्दन हेग्डे महोदय अपि तत्र सरलरीत्या तत्र विवरणं ददाति येन वयम् अनायासेन अवगन्तुं शक्नुमः अस्तु समी धन्यवादः भगिनि अहमपि तत्र पठामि तत्र जनार्दन हेग्डे महोदय अस्ति पुस्तकं मम पार्श्वे अपि अस्ति अस्तु तर्हि तत्र अग्रे वेदा भगिनी पठितवती खलु हा अस्तु तर्हि अग्रे तत्र उषा भगिनी अस्तु महोदय हयैः योगः युक्ते हयै योगः विसर्गयोगः यकारयोगः उक्ते हयै विसर्गस्य स्थाने रेपः आगच्छति यतोहि विसर्गस्य पूर्वम् अ नास्ति इचः प्रत्याहारे अस्ति यै ऐकारः विसर्गस्य पूर्वम् ऐ अस्ति ऐ इचः प्रत्याहारे अस्ति अनन्तरम् ऐ अनन्त विसर्गस्य अनन्तरं यकारः अस्ति यकारः रे खर् वर्णः नास्ति तथा विसर्गस्य स्थाने रेपः आयाति हयैर्युक्ते इति भवति हयैः योगः युक्ते हयैः योगः युक्ते हयैर् युक्ते इति भवति प्रथमाध्याय 14 नास्ति इति मन्ये भगिनि महोदय तत्र संख्या समीचीना नास्ति इति मन्ये प्रथमाध्याये फोर्टीन् श्लोक नम्बर् चतुर्दश स्तोत्रं हयैर्युक्ते अस्ति महोदय तत श्वेतैर्हयैर्युक्ते महर्षस्यन्तने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्कौ प्रदत्मतुः श्रूयते खलु महोदय इदानीं प्राप्तं ततः श्वेतैः हयैः युक्ते महति स्यन्तने स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्कौ प्रदत्मतुः प्रदद्मतुः प्रदद्मतुः इति क्रियापदं लिट् लिट् ध्मा ध्मा धातु बिकम् दद्मतुः दद्मतुः नल्लतु उस्स प्रथमपुरुष द्विवचनं अत्र माधवः अपि च पाण्डवः माधवः पाण्डवः प्रदद्मधुः प्रदद्मधुः किं किं दिव्यौ अपि च शङ्कौ माधवः पाण्डवः प्रदद्मधुः दिव्यौ दिव्यौ शङ्कौ सो द्वयोः शङ्का शङ्कद्वयं शङ्कद्वयं तर्हि तत्र माधवः पाण्डवः कर्तापि द्विवचने कर्मपदमपि द्विवचने द्विवचनं ततश्वेतैर्हयैर्युक्ते महति स्यन्तने स्थितौ ततः श्वेतैः हयैः युक्ते श्वेतैः हयैः श्वेतैः हयैः तृतीयाविभक्ति बहुवचनं श्वेतैः हयैः युक्ते युक्ते अपि युक्त इत्यस्य सप्तमी विभक्ति युक्त इति तप्रत्यय ततश्वेतैर्हयैर्युक्ते महति महति महत् इत्यस्य महत् प्रातिपदिकस्य सप्तमी विभक्ति महति स्यन्दने महति स्यन्दने तत्र स्यन्दनः इत्युक्ते स्यन्दने स्यन्दनम् अपि स्यन्दने खलु असो नपुंसकं नपुंसकलिङ्गमेव महति स्यन्दने महति स्यन्द महत् स्यन्दनं महति स्यन्दने सो तत्र युक्तं युक्ते युक्ते युक्तं महत् स्यन्दनं युक्त महत् युक्तं युक्तं यतोहि स्यन्दनम् इत्यस्य विशेषणम् इत्यनेन युक्तं युक्तं महत् स्यन्दनं आम् इदानीं तस्य सप्तमी युक्ते महति महति स्यन्दने इति सप्तमी इति भवति केन केन युक्तं तत्र श्वेतैः युक्तं युक्तं स्यन्दनं युक्तं युक्तं महत् स्यन्दनं महत् स्यन्दनं तस्मिन् स्यन्दने तस्य स्यन्दने स्थितौ तस्मिन् स्यन्दने तस्मिन् स्यन्दने स्थितौ स्थितौ स्थित इति तप्रत्यय स्थितौ द्विवचनं कौ माधवः पाण्डवः च प्रदद्मधुः प्रदद्मतुः उत्तमं भगिनि तर्हि तत्र चतुर्थी न तत्र तृतीया अस्ति सप्तमी अस्ति सप्तमी स्थितौ स्थितौ इति द्विवचनं प्रथमविभक्ति प्रथमाविभक्ति स्थितौ स्थिताः समीचीनं भगिनि अत्र अन्यत् किमपि वक्तव्यं नास्ति इति मन्ये खलु नाम तत्र कीदृशं हयः हयः नाम तत्र हयः हयः इति श्वेत अश्वः अस्तु समीचीनम् अस्तु धन्यवादः भगिनि अस्तु अग्रे तर्हि तत्र शोभा भगिनि अग्रे आं महोदय इदानीं चिकीर्षुः लोकसङ्ग्रहम् इति चिकीर्षुः इत्युक्ते कर्तुम् इच्छति यः सः चिकीर्षुः इति तत्र हा क्रूधातुः त तस्य तत्र सन्नन्तरूपं चिकीर्षुः योगः लोकसङ्ग्रहम् इदानीं तत्र उकारात् परं परः विसर्गः तस्मात् परं खर्वर्णः नास्ति तत्र अतः चिकीर्षुः इत्यस्य चिकीर्षुः इति इदानीं तत्र क्रियापदं भवति खलु न चिकीर्षुः इति चिकीर्षुः इति नामपदं खलु नामपदमेव तर्हि तत्र मुमुक्षुः इत्यादि तत्र हा मुमुक्षुः इच्छुः हा मोक्तुम् इच्छा यस्य मोक्षे इच्छा यस्य अस्ति सः मुमुक्षुः तथैव तत्र कर्तुम् इच्छा यस्य सः चिकीर्षुः तर्हि तत्र प्रथमविभक्तिः एव चिकीर्षुः लोकसङ्ग्रहम् महोदय भवतः ध्वनिः मम कृते सम्यक् न श्रूयते क्षम्यताम् तथा एव अस्ति मम कृते सम्यक् रीत्या न श्रूयते वा तत्र अस्तु इदानीं किञ्चित् सम्यक् श्रूयते तत्र अहं न जानामि भगिनि तत्र हेड्फोन्स् प्रायशः तत्र अन्यत् आवश्यकम् इति मन्ये यतोहि तत्र एतद् इदानीं न्यायवर्गे अपि भवति महोदय तत्र मध्ये मध्ये भवतः ध्वनिः सम्यक् न श्रूयते तर्हि प्रायशः तत्र हेड्फोन् इति एव विषयः अस्तु अस्तु भगिनि नाम तत्र अहं सङ्गणके पश्यामि तत्र भीमिति बहु सम्यक् इति वदति अतः अहं चिन्तयामो अस्तु अस्तु तत्र सम्यक् रीत्या कार्यं करोति इति इदानीम् अस्तु भगिनि हा तर्हि तत्र परिवर्तनम् अन्यत् स्वीकरोमि इदानीं पार्श्वे नास्ति किन्तु अस्तु तर्हि तत्र एतत् सिद्धानि तर्हि तत्र सङ्गणके इदानीं श्रूयते महोदय इदानीं श्रूयते तर्हि अस्तु वदतु भगिनि चिकीर्षुः योगः लोकसङ्ग्रहम् तत्र उकारात् परः विसर्गः अस्तु तर्हि तत्र चिकीर्षुः इत्यस्मात् किं तत्र खरवस्थानयोर्विसर्जनीयः तत् सर्वं न भवति तर्हि विसर्गस्य स्थाने किं तत्र ससजशुरुः इत्यस्य एव कार्यं चिकीर्षुर् इति भवति तदनन्तरं केवलं वर्णमेलनं चिकीर्षुर्लोकसङ्ग्रहम् इति भवति तर्हि तद् अस्ति कार्यं श्लोकम् अस्ति तृतीयाध्याये पञ्चविंशतितमं सूत्रं श्लोकम् अस्तु तर्हि तत् तदस्ति हा तक्ताः विद्वांसो सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत कुर्याद् अस्तु तत्र किञ्चित् पदच्छेदं कृत्वा वदामि तर्हि कुर्याद् विद्वांसः किं विद्वांस विद्वांस तथा आसक्त आसक्तश्चिकीर्षुः लोकसङ्ग्रहम् इति अस्तु तर्हि तत्र यथा अविद्वांसः तत्र अविद्वांसः अविद्वांसः कुर्वन्ति सक्ताः इत्युक्ते अविद्वांसः इत्युक्ते तत्र विद्वांसः नास्ति इत्युक्ते तत्र मूढः अस्ति इति वक्तुं शक्नुमः यथा सः अविद्वांसः कुर्वन्ति तत्र बहुवचने अविद्वांसः इति तत्र विदुषः इति वत् भवति तर्हि विद्वांसः इत्यत्र अविद्वांसः कुर्वन्ति इति अस्ति, अतः बहुवचने अस्ति नामपदमपि इति स्वीकृतं नाम भगिनी. तत्र एकवचने विद्वान् इति अस्ति खलु, विद्वान् इति अस्ति, विद्वान् विद्वांसः विद्वांसः सकारान्तपदं कुर्वन्ति यथा अविद्वांसः कुर्वन्ति. सक्ताः इत्युक्ते सङ्गत्वेन कस्मिन् विषये, कस्मिन् विषये, कर्मणि कर्मणि सङ्गत्वेन कुर्वन्ति कर्मणि. तथा विद्वान् तु विद्वान् कुर्यात् कुर्यात् तत्र विधिलिङ्ग् असक्तः असक्तः अपि च चिकीर्षुः लोकसङ्ग्रहम् असक्तः अस्ति असक्तः विद्वान् तु असक्तः भूत्वा इत्युक्ते सङ्गत्वं त्यक्त्वा कुर्यात् करोति चिकीर्षुः किं कुर्यात् लोकसङ्ग्रहम् इत्युक्ते तत्र लोकस्य लोकस्य हिताय सङ्ग्रहम् इति तत्र यत् दत्तम् इत्युक्ते रक्षणं जनान् जनान् सन्मार्गे सन्मार्गे चलितुं प्रोत्साहयेत् अथवा प्रिवेन्शन् आफ् पीपल् फ्रम् गोयिङ्ग् अस्ट्रे इति अस्ति तत्र सन्मार्गे चलितुं प्रोत्साहयति प्रेरयत् प्रोत्साहं ददाति दुर्मार्गे चलनात् किं तत्र स्टाप् देम् फ्रम् गोयिङ्ग् इति किं भवति महोदय दुर्मार्गे चलन् किं चलितुं न तत् दुर्मार्गे चलनस्य अवकाशं न दद्यात् इति तर्हि तदस्ति अर्थः तत्र इत्युक्ते नाम तत्र विद्वान् इति पदस्य असक्तः अपि चिकीर्षुः इति तत्र अन्वयः भवति इत्युक्ते तत्र सक्ताः कर्मणि अविद्वांसः यथा तावत् यथा किं कर्मणि सक्ताः अविद्वांसाः सन्ति यथा कुर्वन्ति तथा विद्वान् तथा कुर्यात् किं असक्तः असक्तः चिकीर्षुः लोकसङ्ग्रहं कुर्यात् इति अन्वयः भवति तत्र लोकसङ्ग्रहम् इत्युक्ते लोके जनान् सन्मार्गे प्रेरयेत् इति चलितुम् इत्युक्ते तत्र सन्मार्गे इति वेदान्ते तु ब्रह्ममार्गे इति एव भवति तर्हि तत्र किन्तु तत्र अर्थः एतत् अपि दत्तं महोदय नैदर् फर् मी हु एम् ए नोर् आफ् द सेल्फ् नार् फर् एनी अदर् नोर् आफ् द सेल्फ् हु वाण्ट्स् दस् prevent people from going astray is there any duty apart from working for the welfare of the world hence the following advice is being given to such a nor of the self iti agre na buddhi bhedam jana ye iti asti mohaya tatra yaha brahma gnani asti saha loka sangraham kuryat asangatvena apicha ate na kevalam saha vidvam saha buddhi bhedam न जनयेत् अज्ञानां कर्मसङ्गिनां कर्मसङ्गिनां जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् यद्यपि सः जानाति तस्य कर्मणि कोऽपि किम् आवश्यकता नास्ति किन्तु ये इदानीमपि कर्मसङ्गिनः सन्ति अपि च अन्य किं तत्र ज्ञानमार्गं न अवगच्छन्ति तेषां बुद्धिभेदं न जनयेत् अज्ञानाम् अज्ञानां कर्मसङ्गिनां ते तथा एव कुर्युः सः अपि प्रोत्साहनं कुर्यात् अपि सः अपि आचरेत् यथा ते तेन किं जनानां मनसि क्लेशः मास्तु नाम तत्र एषः कर्म न करोति किन्तु सर्वेषां कृते कार्यं करोतु इति वदति अतः तत्र तादृशम् आचरणं मास्तु आचरणं कुर्यात् इति तत्र भवति इति नाम तादृशम् आचरणं नाम तत्र न करोति किन्तु सर्वान् वदति करोतु इति तादृशं करोतु इति सः अपि सः अपि कुर्यात् किन्तु तत्र तस्य सङ्गत्वं नास्ति तस्मिन् हा तावदेव समीचीनं केवलं तेषां कृते करोति इत्युक्ते उदाहरणं स्थापयति एतादृशं कुर्वन्तु इति किन्तु तस्य मनसि स्पष्टमेव एतत् सर्वं यथा पूर्वं दृष्टवन्तः ब्रह्ममयं ब्रह्मार्पणं ब्रह्महविः इति तस्य मनसि तु सः तु स्थितप्रज्ञा अस्ति किन्तु अन्येषां कृते कार्याणि कर्माणि करोति इति अस्ति भगिनि समीचीनम् अतः तत्र लोकसङ्ग्रहं सङ्ग्रहार्थं तत्र लोकरक्षणाय अथवा तत्र बोधनाय तत्र कार्यं करोति तादृशम् अस्तु समीचीनं भगिनि तत्र बहु किमपि अस्ति श्लोकेषु तु अतः तत्र किञ्चित् एव वक्तुं शक्नुमः अस्तु तर्हि अग्रे तत्र सुजाता भगिनी अग्रे करोति वा आं महोदय एतैः विमोहयति एतै योगः विसर्गः योगः वकारः विमोहयति एतैः ऐ इत्वत् प्रत्याहारे अस्ति विसर्गः पूर्वम् अस्ति परः वकारः अस्ति तत्तु अखरी अस्ति इत्यनेन इचः परस्य विसर्जनीयस्य अखरी सूत्रेण रेपः भवति वेतैर्विमोहयति इति निष्पद्यते तैर्विमोहयति इति निष्पद्यते भगवद्गीता श्लोकमस्ति तृतीय अध्याये चत्वारिंशत् चालीस् चत्वारिंशत् श्लोकमस्ति तृतीय अध्याये इन्द्रियाणि मनोबुद्धिः अस्याधिष्ठानमुच्यते एतैर्विमोह यश्चेषः ज्ञानमावृत्य देहिनं देहिनं तदैव महोदय तदेव भगिनी सत्यम् इन्द्रियाणि इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते अस्य अधिष्ठानम् इति उच्यते एतैः विमोहयति एषः ज्ञानमावृत्य देहिनम् इन्द्रियाणि मनसः बुद्धिः निवासस्य स्थावरं भवति निवासस्थानं नाम अधिष्ठानं, समीचीनं। हा, इन्द्रियाणि मनः बुद्धिः तत्र वासस्थानं भवति ते तत्र अस्य अस्य इति तत्र कस्य इति प्रायशः पूर्वश्लोकं द्रष्टव्यम्। तत्र अज्ञानं वा अथवा तत्र कामरूपेण मनः आवृतं भवति तत्र ज्ञानम् आवृत्य देहिनम् ज्ञानम् आवृत्य तत्र हा भगिनी प्रायशः तत्र तत्र अज्ञानम् इति वक्तुं शक्नुमः वा, नाम अस्य कस्य इत्युक्ते अज्ञानस्य इति अथवा खलु अज्ञानेन हा नाम इन्द्रियाणि मनः बुद्धिः इति कस्य इति अस्य अधिष्ठानम् इति उच्यते, अस्य इति अत्र अस्ति, अस्य अधिष्ठानम् अस्य नाम कस्य तत्र अज्ञानम् अथवा तत्र रजोगुण रजोगुण काम कामरूपं काम सत्यं भगिनि अतः तत्र काम एष क्रोधः इति तत्र रजोगुणं रजोगुणम् इति स्वीकुर्मः, तत्र रजोगुणस्य अधिष्ठानम् इति उच्यते, समीचीनं वा भगिनि रजोगुणम् इति उषा भगिनी अत्र आं महोदय आं रजोगुणम् क्रोध एष रजोगुण समुद्भवः अतः तत्र रजोगुणस्य अधिष्ठानम् इति उच्यते, इन्द्रियाणि मनः बुद्धिः इति एतैः विमोहयति एतैः विमोहयति तत्र कः विमोहयति तत्र रजोगुणं विमोहयति कं विमोहयति देहिनं विमोहयति तर्हि विमोहयति इति तस्य कर्मपदं देहिनम् इति भवति कथम् इत्युक्ते तत्र कथं नाम आवृत्य ज्ञानम् आवृत्य ज्ञानम् आवृत्य देहिनं विमोहयति तर्हि रजोगुणं देहिनं देहिनं नाम देहिनम् इत्युक्ते तत्र प्रातिपदिकं किमस्ति नाम इनि प्रत्ययः देही यस्य देहः यस्य यस्मिन् वा इति अर्थे इनि तर्हि यस्य देहः अस्ति नाम आत्मा नाम यस्य देहः अस्ति सः देही देहस्य अभिमानं यस्य अस्ति सः देही तं देहिनम् आवृत्य ज्ञानम् तं देहिनं विमोहयति कथं ज्ञानम् आवृत्य आवृत्य इति भवति अस्तु समीचीनं अस्तु तर्हि तत्र बहु समीचीनमस्ति बहु किमपि अन्ते कृतवन्तः अस्तु तर्हि तत्र अन्ते तत्र सुजाता भगिनी भवति एव तत्र अन्ते प्रार्थनां आम् महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ महोदय सर्वेभ्यः नमः धन्यवादः भगिनी सर्वेभ्यो नमः